अस्य वामस्य अस्य वामस्य पालितस्य वामस्य अस्य वामस्य पालितस्य होतु पालितस्य वामस्यास्य वामस्य पालितस्य होतु तस्य होतु पालितस्य वामस्यास्य वामस्य पालितस्य होतु तस्य पालितस्य वामस्यास्य वामस्य पालितस्य होतु तस्य होतु पालितस्य वामस्यास्य वामस्य पालितस्य होतु तस्य भ्राता भ्रातास्य होतु पालितस्य वामस्यास्य वामस्य पालितस्य होतु तस्य भ्रातास्यमा आस्ति आश्मास्ति माध्यमो भ्रातास्य होतु पालितस्य वामस्यास्य वामस्य पालितस्य होतु तस्य भ्राता आध्यमा आस्तित्याशना इत्याशना